श्रूयते श्रूयते. धन्यवादाः. सर्वेभ्यो नमः. अस्माकं भाषितसंस्कृतस्य चतुस्त्रिंशत् वर्गः प्रचलन् अस्ति. तं वर्गं प्रति सर्वेषां कृते स्वागतम्. यथा प्रकारः आदौ तु ध्येयमन्त्रः. विजयकुमार महोदय पठतु. ॐ शान्ति शान्ति शान्तिः. एकनिमिष एकनिमिष एकनिमिष. क्षम्यतां क्षम्यताम्, अत्र किञ्चित् क्लेशः आसीत्. धन्यवादाः महोदय. तत्र अनास्तिकश् तत्र विसर्गः अस्ति किल. विसर्गः श भविष्यति. श विसर्गः यदा यदा पुरतः षकारः अस्ति, पुरतः षकारः अस्ति, तदा विसर्गः षकारः इति भविष्यति. सो षकारः हलन्त्येन सह. अस्तु, तर्हि अनास्तिकश्रद्धधानः एवं पठन्ति. अस्तु, तर्हि किं गतवर्गे त्वा अपि च ल्यप् प्रत्ययः प्रत्ययोः चर्चां कुर्वन्तः स्म, ततः एव आरभामहे. एतत् सर्वं कृतवन्तः. एतत् सर्वं कृतवन्तः यथा तथा त्वा अत्र एव स्थगितवन्तः. अस्तु, कविता भगिनी पठतु. किञ्चित् उच्चैः वदतु भगिनि. कत्वा बालकः गृहकार्यं करोति. बालकः विद्यालयं गच्छति. बालकः गृहकार्यं कृत्वा विद्यालयं गच्छति. अग्रिमं पठतु. कत्वा ककारः अस्ति, तत्र हलन्त्यम् अस्ति, तर्हि पूर्णतः न उच्चारणीयं. त्वा धातु योगः इ योगः त्वा. करोति क्रि. पठति पठ. पिबति पा. क्रि योग त्वा कृत्वा. पठ योग इ योग त्वा पठित्वा. पा योग त्वा पीत्वा. तत्र क्रि नास्ति, क्रि योगः त्वा न वदनीयम्. एवं कृ कृ कृ यु से क्रि दट् एन् टङ्ग् कम्स् इन् द फ्रन्सि क्रि ट्रै टु से इट् एण्ड् वेन् यु से क्रु आल्सो युर् टङ्ग् कम्स् रैट् इन् द फ्रण्ट् टु युर् नियर् युर् लिप्स्. But when you say kru, your tongue is behind, somewhere in the middle of the mouth. Asti tari prayaha kim bhavishyati atra pratyayasya yojanena tatra ikarasya agamanam bhavati. Parantu apavadaha अनेकानि अनेकाः सन्ति तर्हि मास्तु वट् ऐ एम् ट्रै टु से इस् दट् जनरली दिस् त्वा प्रत्यय वेन् वि एड् इट् टु द धातु देन् देर् इस् द इन्कमिङ्ग् आफ् वन् इ बट् दट् इ बिहेव्स् डिफ्रेण्ट्लि सो फार् एव्रि धातु एण्ड् देर् आर् मेनि रूल्स् वेन् यु डु पाणिनि ग्रामर् ऐ थिङ्क् ऐ हेव् टोल्ड् दिस् बिफोर् बट् ऐ एम् जस्ट् रिपीटिङ्ग् इट् फार् द सेक् आफ् letting it, you know, become emphasizing. धन्यवादः भगिनि धन्यवादः धन्यवादः तत्र इदा विजय कुमार् महोदय पठतु. अर्जुनः एकः निमिषः महोदय एकः निमिषः क्षम्यतां कविता भगिनी तत्र आङ्ग्लभाषायां अर्थमपि वदतु किञ्चित् हेविङ्ग् डन् हेविङ्ग् रेड् हेविङ्ग् ड्रङ्क् करेक्ट् ड्रङ्क् ऐ थिङ्क् इस् करेक्ट् हेविङ्ग् ड्रङ्क् ड्रङ्क् अस्तु विजयकुमार् महोदय अनुजा भोजनं खादति अनन्तरं निद्राति अनुजा भोजनं खादित्वा निद्राति अर्थं वदतु महोदय अनुजा ईट्स् फुड् देन् आफ्टर् शी स्लीप् आफ्टर् ईटिङ्ग् शी स्लीप् आफ्टर् ईटिङ्ग् फुड् शी स्लीप् उत्तमम् अग्रिमम् अनुजा भोजनं खादित्वा निद्रति सेम् न Yeah, correctly you have to, correctly you have to. After eating, she sleeps. Khaditva nidrati. So after eating, she sleeps. Having eaten, she sleeps. Or after eating, she sleeps. It just means the same thing. But the meaning is well understood. Anuja is brother? No, Anuja is sister. Anujaha is younger brother. Anuja is younger sister. Agrajaha. is elder brother, Agraja is elder sister. We'll be doing that, not to worry. Patatu, Mahadeva. Gaja hai, Raag, Saag, Sutya, Upari. Mahadeva, Adav Uptavan Tat Samya Keva Asit. Gaja hai, Snati. Gaja hai, Snati, Swastya Upari, Sikitaha, Sikitam, व्यापयति सिकतां व्यापयति सिकतां व्यापयति गजः स्वात्वा स्वस्य उपरि सिकतां व्यापयति करेक्ट् meaning artham vadatu which is telling and on his head yes he sprays or spreads over there is a vyapayati means spreads he causes to spread which means on himself he is putting sand okay kinchit punar ek varam vadatu artham elephant the sand sorry elephant spread the sand after bathing after taking bath very good uttam agrimam patatu vishwa mahodayam mahodayah swasya pasmin pashyati आनन्दं प्राप्नोति सा महोदय स्वस्य पत्नीं दृष्ट्वा आनन्दं प्राप्नोति विश्वामहोदय Mm. वदतु महोदय. Having seen his wife, having seen his wife, he gets delighted. Yes, he gets, he becomes happy or he becomes delighted. Hastu. धन्यवादः महोदय. तत्र विशाल भगिनी, विशालाक्षी भगिनी, क्षम्यताम्. Yes. बालिकाः गास्यन्ति, अनन्तरं पूजयिष्यन्ति. बालिकाः पूजयिष्यन्ति, बालिकाः गीत्वा पूजयिष्यन्ति. The girl sings. Correct? Is it in the present tense, Bhagini? लट् लकारे अस्ति क्या? पूजयिष्यन्ति, भविष्यति, खादिष्यति. लकारः कः तत्र? Past tense. Okay. बालिकाः sang. Future tense. Then you tell me. I don't know the grammar part. Future tense. Gasyanti means will sing. Will sing, yeah. Will sing. Afterwards, she will do the puja, is it? Yes. Pujayishyanti is what? Pujayishyanti is will do puja. Will worship. Okay. Will worship. So balikaha gitva pujayishyanti, after having sung the sung, she will do the puja. Uttam, agreement. Vriddha amrafalam bhuktavan saha udaravedanam anubhutavan. Tatra tandanasya doshah. वेदना इस पेन सो वेदना इज सह उदरवेदना अनुभूतवान् वृद्धः आम्रफलं भुक्त्वा उदरवेदना अनुभूतवान्. या उदरवेदनां अनुभूतवान् वृद्धः आम्रफलं भुक्त्वा उदरवेदनाम् अनुभूतवान्. अर्थं हियर् इट् इस् नाट् इन् द फ्यूचर् टेन्स् इस् इट् नो द ओल्ड् मेन् हियर् इट् इस् पास्ट् टेन्स् अनुभूतवान् कृतवान् द ओल्ड् मेन् या द ओल्ड् मेन् एट् द मेङ्गो. He had a stomach pain. He experienced pain. Stomach pain. The old man, having eaten the mango, experienced stomach pain. Uttam. Idani. Atra eka nimisha. Kaha asti tatra? विजय तङ्कि. तर्हि अत्र किम् इत्युक्ते त्वा प्रत्ययः हेविङ्ग् ईटिन् इति तत्र अर्थः. ल्यप् ल्यप् प्रत्ययः अपि समानं. कथं? वाट् इस् द डिफ्रेन्स् बिट्वीन् ल्यप् एण्ड् त्वा? इट् डस् द सेम् जाब् आफ् गिविङ्ग् द सेम् मीनिङ्ग्, हेविङ्ग् ईटिन्. However, when do you use lyap and when do you use tva? What is the difference? The difference is that when we use tva pratyaya, if you have observed, we are saying khad, pa, sorry, pa is, maybe we can not use pa because we are going to get the similar word with a visarga. Huh? Khad, pat, then natva, after having prayed, okay? So there you see that there is no upasargaha. What is an upasargaha? Upasargaha is a prefix. Now, if the dhatu or the word in this case, because we are not doing dhatu as such. If the word has an upasarga, which means if it has a prefix, then we cannot, according to the rule, use tva pratyaya. Instead, for the same meaning, we use the lyap pratyaya. Okay, is it understood? So over here, but yeah, give an example. Over there we saw pathati. Okay, now over here we are seeing pra pathati. What is there on your screen, if you can see it, it says pra pathati. So we cannot say pra pathitva, we have to say prapathya. Why? Because the tva pratyaya cannot be added because there is a prefix over here, pra and pat. Similarly, vi and smru and so on. Okay, so this is what you have to remember. Astu. Vijay Thanki Mahoday, pathatu. Namaste Bhagini. Namaste. Lyap upasarga yogah yogah dhatuh yogah ta yogah ya harsvasarah yogah ya becomes harsvasarah yogah ta yogah ya. So where there is a harsva, but you leave this don't bother about this rule now, because we are not doing dhatu study yet. So we will leave that, but just remember that it either becomes here or only here. Okay, astu. Pathatu. Pathatu mode pra pathati pra yogah pat pra yogah pat yogah ya pra pathya vismarati vi yogah smra yogah ta yogah ya vismritya apibati a yogah pa yogah ya becomes a yogah pi yogah ya apiya. Okay, so supposing mahoday tatra pat अस्ति चेत् किं भवति, ल्यप् योजयितुं शक्नुमः किम्? नैव. नैव. किं भविष्यति रूपं, किं भविष्यति पठ अस्ति चेत्? There is no prefix there, so we cannot use so what we should use, patitva. For the same meaning patitva. Uttamam, धन्यवादः. पठित्वा अग्रिमं तत्र विस्मृत्य इति शब्दस्य अर्थं वदतु. फर्गोट. येस्. अग्रिमं ड्रिङ्क्. हेविङ्ग् ड्रङ्क्. ओके, हेविङ्ग् फर्गोटन्, हेविङ्ग् ड्रङ्क्. ओके, आफ्टर् फर्गेटिङ्ग्, after drinking, and this upasarga means everything, after drinking everything. Agrimam patatu. Sisuhu dugdam apibati. Sisuhu nindrati. Sisuhu dugdam apiya nindrati. Nidrati. Nindrati na nasti tatra. Nidrati. Okay. Nidrati. Artham patatu. After having drink the milk, Shishu means boy. What can I Shishu say? Infant. Means, yeah, infant. Correct. Get slipped. Yes, sleep. Ekam vakyam padhatu tatra. Agrimam prathamam vakyam. Vaidya parisilayati sa rugram ausadham dadati. Vaidya parisilya rugram ausadham dadati. Artham? After having checked, what will you say? Correct. Examined, after having examined. Examined. Who? Rugram means patient. Yes. he gave medicines to patient. Yes. So here vaidya, what is the gender? Vaidya. Strilinga. Strilinga. Dhanyavada. Kavita bhagini patatu. Aam bhagini. शृङ्गालः शृगालः तत्र गुणकारणार्थे शृगालः कृषकस्य गृहं प्रविष्टवान् सः जलभाण्डे पतितवान् शृङ्गालः कृषक शृगालः शृगालः शृगालः कृषकस्य गृहं प्रविश्य जलभाण्डे पतितवान् द जैकाल एंटर्ड द फार्मर्स हाउस एंड ब्रोक द जलभाण्डे स्पॉट पतितवान् जलभाण्डे पतितवान् जलभाण्डे तत्र विभक्तिः का तृतीया नैव जलभाण्डे रामे गृहे सप्तमी विभक्तिः तर्हि सः जलभाण्डे पतितवान् सो ही फेल् इन् टु द वाटर् भाण्डम् इस् एक्चुलि वेसल् बट् ओवर् हियर् यू केन् काल् इट् अ पाण्ड् आर् समथिङ्ग् लैक् देट् बिकास् That's where he falls, right, usually. So, idani, artha vadatu, bhakyasya. The jackal went, entered the farmer's house and fell into the pot. Idani, tatra, lyap, pratyaya yojanena, artham kim bhavishyati? Pravishya means having entered. Yes, so you have to say, having entered the farmer's house, the jackal fell into the पाण्ड् अग्रिमं करोतु बालकः विद्यालयतः आगच्छति तत्र विद्यालय तत्र भवती एव सम्यक् उक्तवती विद्यालयतः तत्र या नामास्तु विद्यालयतः तावदेव तत्र या मास्तु य भवनीयं विद्यालयतः आगच्छति अनन्तरं स्वपिती बालकः विद्यालयतः आगत्य स्वपिती द बाय् आफ्टर् टु द कमिङ्ग् फ्रम् द स्कूल् स्लीप्स् उत्तमं धन्यवादः करेक्ट् करेक्ट् इट् इस् स्वपिती स्लीप्स् करेक्ट् इट् इस् स्वपिती धन्यवादः विजय कुमार महोदय बाला पुष्पाणि शङ्ख ग्रहीष्यति सङ्ग्रहीष्यति मालां शेष्यति बाला पुष्पाणि शङ्ख ग्रह सङ्ग्रह्य तत्र हकार अपि च यकारस्य मेलनम् अस्ति तर्हि ग्रह्य सङ्ग्रह्य माला शेष्यति मालां मालां शेष्यति गर्ल् सङ्ग्रहीष्यति विद् विल् कलेक्ट् विल् कलेक्ट् ओके सङ्ग्रह्य इष्टु देन् माला rest of sheshyati she makes a mala out of it what do you call it bala collects the flowers then mala make the no mahode that's why you have to be very careful about the vibhakti malam sheshyati bala pushpani sangrahishyati malam Seshyati. So, if it is Mala will make the, will, what do you call it, will make the Mala or will get, what is it called, I cannot get the word for she will make the mala. I cannot get the word for it, but seshyati is to actually join the entire thing, no? Join the entire thing. So now over there, if it is mala seshyati, then what you said is correct, because it will be karta. That is why vibhakti hi, you have to be very careful, and that is why I keep on correcting the pronunciation. If you say mala seshyati, the meaning changes. If you say malam seshyati, so bala, that bala only, she collects the flowers and she is making the mala. She is weaving the mala, you can say that. So sangraishya over there, because sam is the upasargaha over there, it becomes sang because of a rule, and then it becomes sangraishya. Okay, now tell me edani artham vadatu. Bala collects the flowers, then mala not the makes the garland. No, no, Mahoday. No, no, no. Over here, mala, what is the meaning of mala? Artham kim mala? Artham is a garland. Ah, it's a garland. So, having collected the flowers, the bala, she makes a mala. The child, the girl, what she does is, she collects flowers and she makes the mala. So mala, if you tell, you'll think it is another girl. But if you tell mala, that is why the vibhakti is very, very important. Agrimam vakyam patat. Rajakah vastrani. Vastrani nasti tadra vastra asti. Dankanasya dosha asti. Vastrani. Rajakah vastrani prakshaleti. विस्तारयति रजतः वस्त्राणि प्रक्षाल्य विस्तारयति वाशर्मैन् वाशस् क्लोत् एण्ड् स्प्रेड् उत्तमं करेक्ट् न करेक्ट् करेक्ट् अग्रिमं प्रक्षाल्य यदा अस्ति तत्र वाक्ये तदा अर्थं किं भविष्यति Having washed. Yes, having washed the clothes. Having washed the clothes, he spread them. Dhanyavada. Idani. Tatra, apavadaha anekaha santi. Samskrite tu santi eva. Apicha, tasya jnanam api avashyakam. There are a lot of exceptions to rules, and that you have to know. And here there are some exceptions. Astu, Vishalakshi Bhagini Patatu. Tva Lyap. Vishesha Rupani. Dadati Dattva. एकः निमिषः अर्थं वदतु ददाति दत्त्वा अर्थं वदतु ददाति इस् गेव् गिव् बि केर्फुल् आफ् द टेन्स् भगिनि बिकास् या बिकास् सेम् वर्ड् ट्रान्स्फार्म्स् इट्सेल्फ् इट्स् नाट् लैक् इङ्ग्लिश् वे यु से यु नो हेड् यु एड् अनदर् अस्तु पठतु सो ददाति गिव् Dattva having given. Uttama. Give. Agrimam. Grunhati grihitva. Tatha mastu bhagini. Go horizontally. Asti. Okay. Asti bhutva. Asti is there. Bhutva. Will be there. No, that becomes a future tense. That is bhavishyati. So bhutva is having bhutva. been, having been, asti is having been there, okay. Having been, bhutva is having been. Having been, okay. Pruchati, asks. Prushtva, pushtva na, prushtva. Prishtva. Having asked. Or after asking, both mean the same. After asking, okay. Grinhati, no? Grinhati. Grinhati. Yeah. Grihitva. Grihitva. Grinhati. Yeah. Grihitva. What is Grinhati? Grinhati is to hold. Hold. Hold. Hold. Grinhati is to hold. Grihitva is? Hold. Having held. Uttamam. Roditi. Ruditva. Roditi is crying. Ruditva, having cried. Uttamam. Upavishati. Upavishya. Upavishati is standing. Is standing. Sitting. Sits. Okay. Sits. Upavishya, having sat. Okay. Now, Bhagi, now all of these you told the meaning is having cried, having sat, having asked. Okay. Then why is it that cases there is tva and some cases there is, it's ending with upavishya over here instead of upavishya? Because that upavishya is having the prefix. And which is the prefix over here, Bhagini? Yeah. Upa. Upa. Uttamam. Dhanyavadaha, Bhagini. प्रक्षालयति प्रक्षाल्य वॉश्ड वॉशेस एंड हैविंग वॉश्ड उत्तिष्ठति उत्थाय स्टैंड्स अप एंड आफ्टर standing up. Uttamam. Anayati, brings. Aniya, after bringing. Agachati, agatya, comes. Having been came. After coming. Svikarati, svikritya, accepts. And after after accepting. Ahvayati. Ahuya. What is mean by ahvayati? Ahvayati is to invite. Invite. Okay. Invites and after inviting. After inviting. Ahuya. So if you see over here now, aniya. Ahuya, they are absolutely different. Uttaya, they neither have, they don't have the full, what you call, it changes the root completely. Rupam to parivartayati. Astu. Dhanyavadaha mudai. Dhanyavadaha. क्रीडा तु नास्ति अत्र परन्तु भेदाः सन्ति. कविता भगिनी दृश्यते किम् इदानीं दृश्यते किम् इदानीं अस्तु तर्हि इदानीम् एकं कार्यं करोतु सर्वं पठतु तुमुन् विहाय तुमुन् प्रत्ययं विहाय सर्वं पठतु. क्रीडति क्रीडतु भूतकालः क्रीडितवान् क्रीडितवती क्रीडितवान् पुंलिङ्गे क्रीडितवती स्त्रीलिङ्गे भविष्यत्कालः क्रीडिष्यति त्वा प्रत्ययः क्रीडित्वा तावत् अपि च अर्थम् आदौ एव पठतु. क्रीडति प्लेस् एवम् क्रीडति पठति स्टार्टिङ्ग् क्रीडति क्रीडति क्रीडति पठति पठतु पठति पठतु पठति पठति टु रीड् पठति पठतु विल् रीड् पठतु इस् नाट् विल् रीड् पठतु इस् असर्टिव् सो रीड् पठति रीड् यु रीड् इट् मीन्स् यु रीड् शी शुड् रीड् लैक् देट् लोट्लकारे अस्ति तत् आज्ञा प्रार्थनादयः पठित पठित पठितवान् स्त्रीलिङ्ग् पठिष्यति विल् स्त्रीलिङ्गे पठितवती पठितवान् इस् हि हेज् रेड् हि रेड् पास्ट् टेन्स् भूतकाले भूतकाले अस्ति भूतकाले पठिष्यति भविष्यत्काले पठित्वा पठितुं रीड् इन् आर्डर् टु रीड् डोण्ट् रीड् देट् टु मन् वी हेव् नाट् डन् इट् सो डोण्ट् रीड् इट् क्रीडति क्रीडति प्ले क्रीडतु यु प्ले दि प्ले क्रीडतवान् having played no that's why I thought let's us do the entire thing. Kreeditavan is the past tense of kreed, so he played. Kreeditavati, she played. Kreeditva, having played. Tatra bhavishyat, bhavishyat kala bhavishyat kreedishyati kreedishyati future tense. क्रीडित्वा हेविङ्ग् प्लेड् उत्तमम् अग्रिमम् भवति टु हेपन् टु बिकम् यस् टु हेपन् टु बिकम् हेपन् आल्सो इस् करेक्ट् भवतु भवतु इस् टु आर्डर् यस् नो टु आर्डर् नाट् इट् मीन्स् बिकम् यु बिकम् यु बिकम् भवति भवति संस्कृते पाण्डित्यं ऐ वोण्ट् यूस् पाण्डित्यं संस्कृत भवति पण्डिता भवतु संस्कृतपण्डिता भवतु इट् मीन्स् यू शुड् बिकम् अ स्कालर् अ संस्कृत स्कालर् भवती इस् भवती यु भवती संस्कृतपण्डिता भवतु देट् मीन्स् लेट् इट् हेपन् वी टेल् नो शुभं भवतु लेट् देर् बि आस्पिशियस् सर्वे भवन्तु सुखिनः भवन्तु उपदेर् भवन्तु इस् इम्प्लोरर् सो देट् देट् भव सुभवे ददातु भूतवान् भूतवान् इस् हेविङ्ग् डन् य हेविङ्ग् हेपन् नो भगिनि भूतवान् हि बिकेम् बिकम्स् और् हि वार् हि हेपन्स् हेपन्ड् हि हेपन्ड् लैक् देट् If you use happen, but both, you can use becomes, they have written becomes over there. Bhavishyati, having happened, will happen. Will happen, uttamam. Bhutva, having happened. Bhutva, having happened. Agrimam api karatu? Asti? Is. Astu, astu, you order. Yeah, you order, so astu. You order, astu. Then bhutavan, this I can't understand, ma'am. It is the same thing, it is the same thing, Bhagini. It is the same thing because for us dhatu, that is the past tense. For us, us dhatu, that is the past tense. Okay, so bhutavan only you can use. So he was. So, it becomes becomes Bhutavati. So, over here now, it is the past tense, but we are using the Tavatu Pratyaya. If you look at the Lang Lakar, it will become Asam, Asit. Okay? So, remember that past tense, now this is the Tavatu Pratyaya that we are using. There are many ways of doing the past tense, right? So, one is putting the Tavatu Pratyaya. another is the lang lakara where you put the a agachhat. So over here it will be asam or asit, but we are using the ta tavatu pratyaya, so over here it becomes bhutavan. You understood, right? Are there any questions over here? Are there any questions? Because we have done the tavatu pratyaya, that is why I am making you read this. Bhavishyati will happen, bhutva has happened. Uttam. Dhanyavada. Idanim Vijay Kumar Mahode. Drishyate kila? Yeah, Drishyate. Likhati, right. Hmm. Likhati. Hmm. Order, right. Hmm. Order, right. Likhitvan, after writing. No. Tavatu Pratyaya. He wrote. Oh, he wrote. Okay. Likhi, yeah. Likhishyati. Likhitavan, Likhitavati. Evam patatu. Likhitavan, he wrote. Likhitavati, she wrote. Likhitva. After writing or having written, either of them. Agrimam patato. Adati, eat. Khadatu, eat. Khadati is eat. Mahoday, khadati is eats, present tense. Khadatu is eat, order. You eat. Like that. You eat. Khaditvan, khaditvati. Khaditvan is having eaten. No, Mahoday. No, just look at the pratyaya. Look at the pratyaya. You must look at the ending and you must understand, yeah, what we are not doing tva. We learned tva, but now we are revising the entire thing. So, tavatu pratyaya we have learned. Kritavan, likhitavan, patitavan, khaditavan. These are all past tense. Past tense which is obtained by putting the tavatu pratyaya. Okay. Having eaten. No, Mahoday. Likhitavan. What is the meaning of likhitavan? Right. It's the past tense of right. So he wrote. He wrote. Why I'm saying he wrote over there? Saha is not there. But why I'm saying he? Because tavan over there, when it is van, that time it is male. Okay. And tavati is female. So she wrote. Lekhishyati. Is what is Lekhishyati? Patatu? No, Mahoday. Now we are doing different forms. Rupam Bhinnam Asti Idanim. Will write. Will write. Uttamam. Agrimam. Likhitva, having written. Having written. Or after writing. Agrimam Patatu? Khadati. Eat. There is a difference. Eats. Khadati, present tense, eats. You eat, yeah. Khaditvan is to he ate. He Uttamam. He ate. Uttamam. Khaditavati? Khaditva. Eaten. After eating. What is Khaditavati? She. She ate. Uttama. And Khadishyati? She will eat. Uttamam. Agrimam patatu? मिलति मिलत्तु यू मीट् मिलितवान् मिलितवान् मिलितवान् इस् हेविङ्ग् हि मेट् उत्तमं मिलिष्यति मेलिष्यति then me becomes me okay because of a rule uttamam militvice after meeting uttamam agrimam kadatu hasati laugh hasatu you laugh hasitvan he laugh uttamam hasitavati हसित्यति न हसितवती वाट् इस् हसितवती शीला हा उत्तमं नेक्स्ट् वन् हसित्वा आफ्टर् लाभ् भविष्यत्कालः हसिष्यति शी विल् लाभ् उत्तमम् अग्रिमं पठतु निन्दन्ति निन्दन्ति टु कण्डम् यु कण्डम् निन्दतु निन्दन्तु नास्ति तत्र निन्दतु बिकास् अदर्वैस् इट् बिकम्स् फ्लोरिन् निन्दत्वान् निन्दितवान् निन्दितवान् निन्दितवान् इस् हि कण्डम् हि कण्डेम्ड् उत्तमं निन्दित्यति निन्दितवती निन्दितवती य नास्ति निन्दितवती निन्दितवती हि कण्डम् निन्दित्वा चलेगा चिन्ता नास्ति हेविङ्ग् कण्डम् उत्तमं भविष्यत्काले निन्दिष्यति निन्दिष्यति निन्दिष्यति आफ्टर् कण्डम् आफ्टर् कण्डेम् नो प्राब्लम् आफ्टर् कण्डेम् उत्तमं यु हेव् टु अण्डर्स्टाण्ड् द मीनिङ्ग् या निन्दित्वा इस् हेविङ्ग् क्षम्यतां निन्दिष्यति विल् कण्डेम् क्षम्यतां विल् कण्डेम् सारी क्षम्यताम् अस्तु धन्यवादाः महोदय तत्र विशालाक्षी भगिनी पठतु या पतति फाल् सो फाल् पतति फाल् पतितवान् हि फेल् पतितवती शी फेल् पतिष्यति शी विल् फाल् पतित्वा हेविङ्ग् फालन् उत्तमम् अग्रिमम् नयति क्यारीस् नयतु क्यारी नीतवान् हि क्यारीड् नीतवती शी क्यारीड् नेष्यति शी विल् क्यारी ओके भगिनी क्षम्यतां Why? Because T is a thrilling form. No, Bhagini. Don't get confused. Don't get confused. Nishyati. Don't get confused. Over here, Patati, all these T is small over there. So these are the present tenses. So when you see Neetavan and Neetavati over there, it is a Tavatu Pratyaya. Okay, and please understand that every time you see a T, it doesn't mean it is the Tva Pratyaya. Okay, over here, Neshyati is carry. So he carries, she carries. If you want to tell he carries, you will say, Saha Neshyati. If you want to say she carried, you say sa neshyati. Okay? Oh, but, okay, okay. But when you are saying the tavatu pratyaya, when you are saying neetavan, when the suffix, just understand that the suffix is the one which decides what is the form, what is the tense. That is the beauty of the language. As soon as I say neetavan, you should understand that it is the male who is carrying. And when I say neetavati, you should understand it is the female who is carrying. When I say neshyati or nayati, that time you should know it is the present tense of the lang lakar of the verb. Okay, please don't get confused. If there are questions, you can raise them. Okay? Okay. Agree. Neetva. Neetva. Having carried. Uttama. Agree. Anayati. Brings. Anayatu. Bring. Anitavan. He brought. Anitavati. She brought. Aneshyati. Will bring. Uttama. Aniya. Aniya. Having brought. Uttama. Agrimam. Speaks. Vadati speaks. Vadatu speak. Uktavan, he spoke. Uktavati, Uktavati, she spoke. Vadishyati, will speak. Uktva, having spoken. Agrimam. Smarati, remember. Smaratu, remember. Snutavan, he remembered. Snutavati, she remembered. Smarishyati, will remember. Snutva, having remembered. Uttamam, dhanyavada. Vijay. Dhanyavada. Vijay Dhamki Mahode. Gacchati. Goes. Gacchatu, please go. Gatavan, went, he went. Gatavati, she went. Gamishyati, gamishyati, he or she will went, will go. Uttamam. Gatva, after going. Uttamam. Agachati, comes. Please come. Agachatu. Agatavan, he came. Agatavati, she came. Agamishyati, he or she will come. Agatya, after having come. Ichchati, likes. Ichchatu, please like. Drashtavan. Tatra ishtavan. Drashtavan nasti ishtavan. Ishtatu asti. Sorry. Ishtavan. He like. Ishtavati. She like. Eshishyati. Eshishyati. Eshishyati. He or she will like. Ishtava, after liking. Uttishthati, gets up. Uttishthatu, please get up. Uttitavan, he got up. Uttitavati, she got up. Thasyati, he or she will get up. Uthaya, after getting up. Pibati, drinks. Pibatu, drink or please drink. पीतवान् हि ड्रङ्क् पीतवती शि ड्रङ्क् पास्यति हि और् सि विल् ड्रिङ्क् पीत्वा आफ्टर् हेविङ्ग् ड्रङ्क् उत्तमं धन्यवादः अग्रिममपि कुर्मः यतोहि तत्र अभ्यासं भवति अभ्यासः भवति अस्तु कविता भगिनि हरि ओम् कविता भगिनि अस्ति किम् श्रूयते किं मम ध्वनिः श्रूयते श्रूयते कविता भगिनी अस्ति पठतु पठतु पठतु त्यजति हलो आम् आम् आम् पठतु करेक्ट् करेक्ट् इति त्यजति त्यजति त्यजति टु लीव् लीव् त्यजतु लीव् टु आर्डर् त्यक्तवान् हि लेफ्ट् त्यक्तवान् त्यक्तवती हि लेफ्ट् त्यक्ष्यति हि विल् और् शि विल् लीव् उत्तमं त्यक्त्वा हेविङ्ग् having left or after leaving having left or after leaving after pashyati to see pashyatu see drishtavan sorry drishtavan drishtavan he saw drishtavati she saw drakshyati he or she will see drishtava having seen उपविशति टु सिट् उपविष्टतु उपविशतु उपविशतु यु आर्डर् टु सिट् उपविशतान् उपविष्टवान् उपविष्टवान् हि साट् उपविष्टवती उपविष्टवती उपवेक्ष्यति यति एकं वारम् एव वदनीयम् उपवेक्ष्यति उपवेक्ष्यति उपवेक्षयति वेक्ष्यति हि विल् सिट् हि किमर्थं हि हि हि एव किं शी बहु भवितुं हा हि और् शी देट् इस् वेरि इम्पार्टेण्ट् टु रिमेम्बर् उपविश्य हेविङ्ग् फेट् उत्तमम् अग्रिमं ददाति टु गिव् ददातु order to give dattavan he gave dattavati she gave dasyati dasyati he oblique she will give uttama dabba adattva dattva dattva having given dattava dattava dattava dattava prichati to speak mean to ask to ask prichatu ask prishtavan he asked prishtavati she asked prakshyati प्रक्षयति मास्तु क्ष इस् नाट् फुल् ओके सो प्रक्ष्यति प्रक्ष्यति having asked. Prakshyati. He or she will ask. Prishtava. Having asked. So Prishtva, not Prishtava, ta is not full, there is a halant over there. Astu. धन्यवादः भगिनी. तत्र भवती सम्यक् एव उक्तवती दृष्टवान् नास्ति तत्र दृष्टवान् तत्र टङ्कनस्य दोषः अस्ति हलन्त्यं तत्र नास्ति. अस्तु धन्यवादः. विजयकुमार् महोदय पठतु. क्रीणाति खादितवान् पीतवान् दत्तवान् वाट् टेन्स् इस् देट् नाट् टेन्स् आर् वाट् वाट् इस् द That is the past tense. He bought. B-O-U-G-H-T. They brought, bring is different and bought is different. So, over here it is buy. So, Kritavan, bought. He bought. Kritavati? She. She bought. Agree. Kreshyati. Correct? Kreshyati. उत्तमम् अग्रिमं जानाति नोस् जानातु यू नोस् यू नो दट् मीन्स् यु अण्डर्स्टाण्ड् आर्डर् इट्स् एन् आर्डर् यु बेटर् अण्डर्स्टाण्ड् लैक् देट् देट् वे जानातुवान् ज्ञातवान् तफुल् ज्ञातवान् हि विल् नो किमर्थं फ्यूचर् टेन्स् ज्ञातवान् हि न्यू ओके ज्ञातवती शि न्यू ज्ञास्यति ज्ञास्यति करेक्ट् ज्ञास्यति हि आर् शी नोस् विल् नो इट् इस् द फ्यूचर् टेन्स् ओ इट् इस् अ बिट् कन्फ्यूसिङ्ग् बिकास् या इट् इस् अ बिट् कन्फ्यूसिङ्ग् बिकास् other places we say patishyati. So over here that form is different, that is why there is a confusion. It will go off, don't worry. Once you start using and practicing, it will go off, don't worry. He or she will know. Yatva, he or she having known. Having known. Uttamam. Agrimam karat. Nidrati, sleep. Nidratu, to sleep. You sleep. Order. परन्तु भवान् मा निद्रातु. What is the meaning of that? मा निद्रातु. I am telling you now, मा निद्रातु. भवान् मा निद्रातु. What is the meaning? कविता भगिनी वदतु अर्थं. Don't sleep. Don't sleep. When you put मा, it is negative. And otherwise, it is positive. निद्रातु. निद्राणवान् he will she slept. उत्तमं. She slept. निद्रा चति. Having she will sleep. She will sleep. He or she will sleep. He or she will sleep. Nidraya. Having slept. Uttamam. Uttamam. Dhanyavada. Tatra. Vishalakshi Bhagini. अभ्यासार्थं कुर्वती अस्मि. वन् मिनिट्. करोति डु करोति डु हि नो डस् डस् करोति डस् करोतु डु कृतवान् आर् कृतवती हि आर् शी हि डिड् शी डिड् करिष्यति हि आर् शी विल् डु कृत्वा हेविङ्ग् डन् उत्तमं. रिसीव्स् स्वीकरोति रिसीव्स् स्वीकरोतु रिसीव् स्वीकृतवान् हि रिसीव्ड् स्वीकृतवती शि रिसीव्ड् स्वीकरिष्यति हि आर् शी विल् रिसीव् स्वीकृत्य हेविङ्ग् रिसीव्ड् नेक्स्ट् इस् हियर्स् शृणोति हियर्स् शृणोतु हियर् अरे वेरि क्रेण्ट् सोरि चिन्ता न शृणोतु हियर् श्रुतवान् हि हर्ड् श्रुतवती शि हर्ड् श्रोष्यति हि आर् शि विल् हियर् श्रुत्वा हेविङ्ग् हर्ड् होल्ड्स् गृह्णाति गृह्णाति गृह्णाति न हा गृह्णाति होल्ड्स् गृह्णातु गृह्णातु होल्ड् गृहीतवान् हि हेल्ड् गृहीतवती शी हेल्ड् ग्रहिष्यति हि आर् शी विल् होल्ड् गृहीत्वा हेविङ्ग् हेल्ड् नेक्स्ट् ऐ डु करोतु हा सोरि रोदिति क्रै रोदितु क्रै रुदितवान् हि क्रैड् रुदितवती शि क्रैड् रोदिष्यति हि आर् शि विल् क्रै रुदित्वा हेविङ्ग् क्रैड् धन्यवादः महोदय पठतु कृपया पठतु. शक्नोति इस् एबल् शक्नोतु प्लीज् बी एबल् प्लीज् बी एबल् ओके शक्तवान् he able he was able okay he was able in english this is able there is no past tense for able so what you do is you put one addendum over there if you can call it that so is becomes was able will be able like this okay shaktavati she was able शक्ष्यति हि और् शि विल् एबल् शक्त्वा अगेन् सेम् थिङ्ग् फार् इङ्ग्लिश् शि विल् बिकम् एबल् विल् बिकम् एबल् मै इङ्ग्लिश् इस् नाट् वेरि गुड् दोब्लम् मी नाट् अ प्राब्लम् इन्स्टेड् आफ़् पार्डनिङ्ग् इफ़् ऐ डोण्ट् नो ऐ केनाट् डु एनिथिङ्ग् बट् इफ़् ऐ नो ऐ विल् शेर् इट् वित् यू सो विल् टु बर्ड्स् वित् वन् स्टोन् थेङ्क् यू शक्ष्यति शक्त्वा आफ्टर् बीङ्ग् एबल् आफ्टर् बिकमिङ्ग् एबल् और् हेविङ्ग् बीन् एबल् ऐदर् आफ़् द टु पूजयति वर्शिप्स् पूजयतु प्लीज़् वर्शिप् और् वर्शिप् पूजितवान् हि वर्षिप्ट् पूजितवती शि वर्षिप्ट् पूजिष्यति पूजयिष्यति ओके पूजयिष्यति हि और् सि विल् वर्षिप् पूजयित्वा आफ्टर् वर्षिप्ट् और् हेविङ्ग् वर्षिप्ट् उत्तमं प्रेषयति सेण्ड् प्रेष्यतु सेण्ड् क्षम्यता तत्र टङ्कनस्य दोषः अस्ति प्रेष श शुड् बि फुल् सो प्रेषयतु प्रेष्यतु इस् राङ्ग् प्रेषयतु प्रेषयतु प्लीज़् सेण्ड् और् आर्डर् सेण्ड् प्रेषितवान् हि सेण्ड् सेण्ट् एण्ड् प्रेषितवती सी सेण्ट् प्रेषयिष्यति he or she will send preshayitva after sending uttamam prakshalayati washes prakshalayatu please wash prakshalitavan he washed prakshalitavati she washed prakshalayishyati he or she will wash प्रक्षाल्य आफ्टर् हेविङ्ग् वाश्ड् स्थापयति प्लेसिस् स्थापयतु प्लीज़् प्लेस् और् प्लेस् प्रेषि स्थापितवान् हि प्लेस्ड् स्थापितवती शि प्लेस्ड् स्थापयिष्यति he or she will place sthapayitva after placing suchayati indicates suchayatu please indicate or order indicate suchitavan suchitavan suchitavan suchitavan he indicated and suchitavati suchitavati she indicated suchishyati suchayishyati suchayishyati he or she will indicate suchaitva after indicating uttamam dhanyavadah mahoday kavita agni patatu I think this is a good exercise though it might get a bit monotonous but it is a good exercise only two are left kavita bagini samapayatu amri tarjayati to scold tarjayatu scolded to order tarjitava he scolded tarjitavati she scolded tarjayishyati he will scold tarjayitva having scolded uttamam dhanyavada vijay kumar mahoday patatu agrimam ahvayati half invite ahvayatu to order to I am ordering to invite ahutavan he invited uttamam or ahutavati she invited ahvasyati उत्तमम् he or she will invite आहूय having invited उत्तमं धन्यवादः अस्तु किञ्चित् किञ्चित् तत्र अधिकसमय व्यापितवन्तः, परन्तु चिन्ता नास्ति यतोहि सम्यक् करणीयम् एव. धन्यवादः महोदय. विशालाक्षी भगिनी पठतु. वाद्यानि, म्यूजिकल् इन्स्ट्रुमेण्ट्स्. एकनिमिष, किञ्चित् अहं तत्र दीर्घं करिष्यामि, अन्यथा कविता भगिनी अपि च विजयमहोदय न द्रष्टुं शक्नुतः. अस्तु, पठतु. ढं ढं ढक्का ढं ढं ढं ढौलः, ढं ढं ढक्का ढं ढं ढौलः. I should go this horizontally or vertically? Horizontally only. You, what you do is you say dham dham dhakka dham dham dhaulah dham dham sarvatra dhakka small drum. Dham dham sarvatra. Small dhakka small drum. Dhakka small drum. Okay. Damaru. Okay. Yeah. Okay. Dham dham damaru damru damaruhu dham dindamaha. दिण्डिमः डं डं सर्वत्र. वाट् इस् दट् लार्ज् ड्रम् ढौलः इस् लार्ज् ड्रम् डमरु इस् डमरुः ओन्लि डमरु एण्ड् दिण्डिमः इस् बट् दिण्डिमः देर् इस् नो वर्ड् इङ्ग्लिश् इक्विवेलेण्ट् फार् देट् अच्छा डमरुः इस् वाट् शिवा हेज़् इन् हिस् हेण्ड् लार्ड् शिवा dim dim dava is dim dim da is dindimaha is this thing it's called dindimaha. I don't know the English word. Yeah, no, it's not a hand. Yeah, I think that is not there. The picture is there. The picture is there, vale. It's that thing which we play for children. Is it a duffli? Is it a duffli? Duffli. No, no, duffli. Correct, duffli. Yeah, correct. Duffli, duffli wale, duffli wale, that he does that, Rishi Kapoor. Duffli. Yeah, yeah. Agrimam. Dha dhim dhim, dha ta dhim dhim, dha vadati murajaha re. Murajaha is tabla. Uttama. Dhanyavada. That's all. Dhanyavada. Vijay Thanki Mohode. धा दिं दिं धा कित् धा दिं ता वदति मृदङ्गहरे. किण् किण् किण् घण्टा वीणा तुं तुं तुं तम्बुरुवाद्यं करोति शब्दं तुं तुं तुं तुं तुं तुं तम्बुरुवाद्यम् तम्बुरु इस् तम्बुरु ओन्लि तम्बुरु दट् वन् नो उभय द पिक्चर् इस् देति उभय झन् झन् वदति कांश्यतालः घटः ठं ठं ठं संवादिनी वेणुः कुरुतः नादम् अतिमधुरम् तत्र कांस्यतालः किं कांस्यतालः तत्र संवादिनी चित्रं नास्ति तत्र वीणा इति लिखितवन्तः तत्र वीणा तु घोषसहितः अस्ति. अस्तु अग्रिमं वाक्यं पठतु. क्रियान् मनोहरो मेलः वाद्यानां मधुरसङ्गीतं सृष्टा यच्छति निर्मलमादन निर्मलम् आनन्दम् कियान् मनोहरः मेलः वाद्यानां मनोहरो वदैकेन्ते मनोरः आल्सो कियान् मनोहरो मेलः वाद्यानां देट् मीन्स् आफ् दीस् इन्स्ट्रुमेण्ट्स् महोदय म्यूट् करोतु कृपया. सो कियान् धन्यवादः. कियान् मनोहरो मेलः वाद्यानां मधुसङ्गीतं सृष्ट्वा यच्छति निर्मलम् आनन्दम्. So what these instruments are so beautiful, such beautiful collection. Melaha is collection over there. and madhur sangeetam, very beautiful tones or notes, srishtva, creating, after creating, yachati, gives nirmalam anandam, without any what you call gives pure bliss. Kavita bhagini patatu. Adav, dham dham dhakka. Only don't read the meanings of the this, we can just read some few lines. Over there, kamsya talaha, over there they have not given the picture, okay? But I think that samvadini which is there over there, no? Samvadini. I think it is that, you know, that which you use for puja, no? They do that talaha, no? You can see the picture over here? Kamsya. So kams actually means iron. So I think it is. I will confirm and I will let you all know. Kamsya talaha. Dam dam dakka dam dam dhaulaha dam dam sarvatra dam dam davaru dam didamaha dindimaha dindimaha dam dam sarvatra dadhimdhim dadadhimdhim dhavadati marujahare murujahare dadhimdhim dhakit dhadhim ka nadati mrudangahare. उत्तमं धन्यवादः भगिनी, धन्यवादः विजय विजयकुमार महोदय. किं किं किं घण्टा वीणा तुं तुं तुं तम्बूरवादं करोति तम्बूरवाद्यं करोति शब्दं तनु तनु तनु तनु तनु तुं तुं तुं तुं तुं तुं तुं तुं तुं जन जन वदति कास्यतालम् कांस्यतालं घटः ठं ठं ठं ठं ठं ठं ठं ठं ठं तत्र सम्पादिनी वेणुः कुरुतः नादम् अतिमधुरं मनोहरो एलं वाद्यानं. महोदय क्षम्यताम्. इट् इस् वेरि इम्पार्टेण्ट् महोदय that you read it as it is. Why? Because otherwise the vibhaktihi will change and the meaning changes. So if you tell melam instead of melaha, then it becomes different, okay? The meaning changes, and that is the reason why I keep on insisting that it is read correctly, because that will get into, it will seep into your subconscious, okay? That is why I keep on correcting. It is very important. It is okay, you read slowly. Chinta nasti. Kriyan manohara melah vadyanam mridanga sangeetam madhu sangeetam srishtva yachati nirmala anandam. Nirmalam anandam. Uttamam. Dhanyavadaha. नूतनः विषयः मास्तु, समापयामः. भवान् एव पठतु विजयकुमार् महोदय. सर्वे शान्तिमन्त्रः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. अनेके धन्यवादाः. तिष्ठन्तु तत्र एव एकः निमिषः.